पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 120 सूत उवाच इति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिः शालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः कार्तिकेय उवाच भगवन्योगिनां श्रेष्ठ सर्वे धर्माश्रुता मया शालग्रामार्चनं ब्रूहि विस्तरेण मम प्रभो ईश्वर उवाच साधु साधु महाप्राज्ञ यन्मां हि परिपृच्छसि तदहं सम्प्रवक्ष्यामि श्रूयतां मम वत्सल शालग्रामशिलायां तु त्रैलोक्यं सचराचरं महाशय महाशेन नित्यं तिष्ठति संहितं दृष्टं प्रणमितं येन स्नापितं पूजितं तथा यज्ञकोटिगुणं पुण्यं गवां कोटिफलं लभेद चिन्नस्तेन तथा वत्स गर्भवासः सुदारुणः वेदं येन सदा विष्णोः शालग्रामशिलाजलं कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः शालग्रामशिलापुत्र पूजयित्वाच्युतो भवेद् शालग्रामशिलाबिम्बं हत्वा कोटिविनाशनम् स्मृतं सङ्कीर्तितं ध्यातं पूजितं च नमस्कृतं शालग्रामशिलां दृष्ट्वा यान्ति पापान्यनेकशः सिंहं दृष्ट्वा यथा यान्ति वने मृगगणाभयाद नमस्कारं तु मनुजशालग्रामशिलार्चने भक्त्या वा यदि वा भक्त्या कृत्वा मुक्तिमवाप्नुयाद वैवस्वदभयं नास्ति तथा मरणजन्मनोः यः करोति नरो नित्यं शालग्रामशिलार्चनं गन्धपाद्यार्कनैवेद्यैर् दीपैर्धूपैर्विलेपनैः गीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनं कुरुते मानवो यस्तु कलौ भक्तिपरायणः कल्पकोटिसहस्राणि रमदे विष्णुसत्मनि शालग्राम नमस्कारो भावेनापि नरैकृतः मानुषत्वं कथं तेषां मद्भक्ता ये नरा भुवि मद्भक्तास्तीव्रपापिष्ठा मत्प्रभुं न नमन्ति ये वासुदेवं न दे ज्ञेया मद्भक्ताः पापमोहिताः मद्भक्तोऽपि च यो भूत्वा भुङ्क्ते त्वेकादशीदिने स यादिह्यन्धदामिश्रे निरयं मम कादकः मल्लिङ्गस्पर्शनं कार्यं नान्याशुद्धिर्विधीयते या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा यस्तां नोपवस्येन्मर्त्य स पापी स्वपचाधिकः शालग्रामशिलायां तु सदा पुत्र वसाम्यहम् दत्तं देवेन तुष्टेन स्वस्थानम् मम भक्तितः पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलं तत्फलं कोटिगुणितं शालग्रामशिलार्चनाद पूजितोऽहं न तैर्मर्त्यैर्न मितोऽहं न तैर्नरैः न कृतं मर्त्यलोकेयैः शालग्रामशिलार्चनं शालग्रामशिलाग्रेदु यः करोति ममार्चनं तेनार्चितोऽहं सेनानीर्युगानामेकविंशतिं किमर्चितैर्लिङ्गशतैर्विष्णुभक्तिविवर्जितैः शालग्रामशिलाबिम्बं नार्चितं यदि पुत्रक अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलं शालग्रामशिलाग्रेदु सर्वं यादि पवित्रतां भुक्त्वान्यदेव नैवेद्यं द्विजश्चान्द्रायणं चरेद भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेद पादोदकेन देवस्य हत्याकोटिसमन्विताः शुद्ध्यन्ति नात्र सन्देहस्तथा शङ्खोदकेन हि यो हि माहेश्वरो भूत्वा वैष्णवं च न पूजयेद् द्वेष्टा च यादि नरकं यावदिन्द्राश्चतुर्दश ज्येष्ठाश्रमी गृहे यस्य मुहूर्तमपि विश्रमेद पितामह युगान्यष्टौ भवत्यमृतभोजिनः संसारे दुःखकान्तारे निमज्यन्ते नराधमाः वर्षकोटिसहस्राणि कृष्णाराधनवर्जिताः स्नेहादभ्यर्चितैर्लिङ्गैः शालग्रामसमुद्भवैः मुक्तिं प्रयान्ति मनुजा योगसाङ्ख्येन वर्जिताः मल्लिङ्गकोटिभिर्दृष्टैर्यत्फलं पूजितैस्तुतैः शालग्रामशिलायां तु एकस्यामिह तद्भवेद् द्वादशैव शिलायो वै शालग्रामसमुद्भवाः अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं न बोध मे कोटिलिङ्गसहस्रैस्तु पूजितैर्जाह्नवीतडे काशीवास्ये युगान्यष्टौ दिने नैकेन तद्भवेद् किं पुनर्बहुनायस्तु पूजयेद्वैष्णवो नरः नाहं ब्रह्मादयो देवाः सङ्ख्यां कर्तुं समीहदे तस्माद्भक्त्या जमद्भक्तैः प्रीत्यर्थं मम पुत्रक कर्तव्यं मम तद्भक्त्या शालग्रामशिलार्चनं शालग्रामशिलारूपी यत्र तिष्ठति केशवः तत्र देवासुरा यक्षा भुवनानि चतुर्दश सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं लभेद तद्फलं कीर्तनादेव केशवे सुकृतं कलौ शालग्रामशिलाग्रेदु सकृत्पिण्डेन तर्पिताः वसन्ति पितरस्तस्य न सङ्ख्या तत्र विद्यते ये पिबन्ति नरा भक्रिया शालग्रामशिलाजलं पञ्चगव्यसहस्रैस्तु प्राशिधै किं प्रयोजनं प्रायश्चित्ते समुत्पन्ने किं दानैः किमु पोषणैः चान्द्रायणैः सुचीर्णैश्च पीत्वा पादोदकं हरेः यकरोति तडागे दुःप्रतिमां जलशायिनीं कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः विष्णुमुख्यास्तु वै देवास्तत्र जल्पन्ति वै सः प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक फलप्रमाणं नैवास्ति शालग्रामशिलार्चन यो ददाति शिलां विष्णोः शालग्रामसमुद्भवां विप्राय विष्णुभक्ताय तेनेष्ठं क्रतुभिः शतैः गृहेऽपि वसतस्तस्य गङ्गास्नानं दिने दिने सस्नादः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः शालग्रामशिलातोयैरभिषेकं समाचरेत् स्वर्गे मर्त्ये च पादाले पाषाणाः सन्ति वै गुह शालग्रामशिलाग्रावणा नास्ति नास्ति समा पुनः मानुषे दुर्लभे लोके सफलं तस्य जीवितं तिलप्रस्थशतं भक्रिया यो ददाति दिने दिने तत्फलं समवाप्नोति शालग्रामशिलार्चनाद् पत्रं पुष्पं फलं तोयं मूलं दूर्वादलं तथा जायते मेरुणातुल्यं शालग्रामे समर्पितं विधिहीनोऽपि यः कश्चित् क्रिया मन्त्रविवर्जितः चक्राङ्कभुज आप्नोति सम्यक् शास्त्रोदिदं फलं यत्तु पूर्वं मया दृष्टं केशवे क्लेशनाशनं तत्सर्वं कथयिष्यामि तव स्नेहेन पुत्रक क्व त्वं वससि हे विष्णो किमाधार किमाश्रयः कथं वा प्रीयसे देव तत्सर्वं कथयस्व मे श्रीकृष्ण उवाच निवसामि सदा शम्भो शालग्रामोद्भवेष्मनि तत्रैव रथचक्राङ्गे यानि नामानि मे शृणु द्वारदेश्ये समे चक्रे दृश्येदे नान्तरं यदि वासुदेवस्य विज्ञेयः शुक्लश्चैवादिशोभनः प्रद्युम्नः सूर्यवक्त्रस्तु नीलदीप्तिस्तथैव च सुषीरं छिद्रबहुलं दीर्घाकारं तु तद्भवेद् अनिरुद्धस्तु पीदाभो वर्तुलश्चादिशोभनः रेखा त्रयाङ्किदो द्वारि दृष्टपद्मेन चिह्नवद श्यामो नारायणो देवो नाभिचक्रे तथोन्नदे दीर्घरेषासमोपेदो दक्षिणे सुशिरान्विदः ऊर्ध्वं मुखं च जानीयात् सुन्दरं हरिरूपिणं कामदं मोक्षदं चैव अर्धदं च विशेषदः परमेष्टीज शुक्लाभपद्मचक्रसमन्वितः बिम्बाकृतिस्तथा पृष्ठे सुषिरं चादिपुष्कलं कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभने द्वारोपरि तथा रेखा लक्ष्यते मध्यदेशदः कपिलो नरसिंहश्च पृथु चक्रः सुशोभितः ब्रह्मचर्येण पूज्योऽसावन्यथा विघ्नदो भवेद वाराहशक्तिलिङ्गस्तु चक्रे च विषमे स्मृते इन्द्रनीलनिभस्तूलस्त्रिरेखो नाभितशुभः दीर्घाकाञ्चनवर्णाया बिन्दुत्रयविभूषिता मत्साख्या सा शिलाज्ञेया भुक्तिमुक्तिफलप्रदा कुर्मस्तथोन्नतपृष्ठे वर्तुलश्चक्रपूरितः हरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः हयग्रीवो हयाकारो रेखा पञ्चकभूषितः बहु बिन्दुसमाकीर्णपृष्ठे नीलं च रूपकं वैकुण्ठमविभिन्नाङ्गं चक्रमेघं तथा ध्वजं द्वारोपरि तथा रेखा गुञ्जाकारा सुशोभना श्रीधरस्तु तथा देवश्चिह्निदो वनमालया कदम्बकुसुमाकारो रेखापञ्चकभूषितः वर्तुलश्चापि ह्रस्वश्च वामनः परिकीर्तितः अदसी कुसुमप्रख्यो बिन्दुना परिशोभितः सुदर्शनस्तदो देवः श्यामवर्णो महाद्युतिः वामपार्श्वे गदाचक्रे रेखा चैव दुदक्षिणे दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितं दूर्वाभं द्वारसङ्कीर्णं पीधरेखं तथैव च नानावर्णो ह्यनन्तस्तु नानाभोगेन चिह्नितः अनेकमूर्तिकोभिन्नः सर्वकामफलप्रदः विदिक्षु दिक्षु सर्वासु यस्योर्ध्वं दृश्यते मुखं पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः दृश्यते शिखरे लिङ्गं शालग्रामशिलोद्भवं यस्य योगेश्वरो देवो ब्रह्महत्यां व्यपोहति आरक्तः पद्मनाभस्तु पङ्कजं वक्त्रसंयुधं तस्याभ्यर्चनदो नित्यं दरिद्रस्त्वीश्वरो भवेद् चक्राङ्कितं हिरण्याङ्गं रश्मिजालं विनिर्दिशेद् सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभनम् अधिस्निग्धा सिद्धिकरी कृष्णाकीर्तिं ददाति च पाण्डुरापापदहनी पिता पुत्रफलप्रदा नीला प्रयच्छति लक्ष्मीं रक्ता रोगप्रदायिनी रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयं तृतीयं चाच्युदं विद्याचतुर्थं तु जनार्दनं पञ्चमं वासुदेवं च षष्ठं प्रद्युम्नमेव च सङ्कर्षणं सप्तमं च अष्टमं पुरुषोत्तमं नवमं च नवव्यूहं दशमं तु तदात्मकम् एकादशं चानिरुद्धं द्वादशं द्वादशात्मकम् अधऊर्ध्वं तु चक्राणि दृश्यन्ते नन्दसंज्ञके खण्डिते त्रुडिते भग्ने सालग्रामेण दोषभाक् इष्टा च यस्य या मूर्तिः सदां यत्नेन पूजयेद् स्कन्धे कृत्वा तु योद्ध्वानं वहदे शैलनायकं तस्य वश्यं भवेत् सर्वं त्रैलोक्यं सचराचरं शालग्रामशिला यत्र तत्र संनिहितो हरिः तत्र दानं जपस्नानं वाराणस्याशदाधिकं कुरुक्षेत्रे प्रयागे च नैमिषे पुष्करे तथा तत्र कोटिगुणं पुण्यं वाराणस्यां महाबलं ब्रह्महत्यादिकं पापं यत्किञ्चित् कुरुते नरः तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनं शालग्रामोद्भवो देवो यत्र द्वारावदी भवः उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ब्रह्मचारी गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः भोक्तव्यं विष्णुनैवेद्यं नात्र कार्याविचारणा तत्पूजनेन मन्त्राश्च न जपो न च भावना न स्तुतिर्नापि चाचारशालग्रामशिलार्चने शालग्रामशिलाग्रेदु कृत्वा स्वस्तिकमादराद कार्तिकेदु विशेषेण पुनात्या सप्तमं कुलम् अणुमात्रं तु यकुर्यान्मण्डलं केशवाग्रदः मृदा धातुविकारैश्च कल्पकोटिं दिवं वसेद यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासदे कार्तिके स्वस्तिकं कृत्वा सममेदन्न संशयः अगम्यागमने चैव ह्यभक्षस्य तु भक्षणे तत्पापं नाशमायादि मण्डयित्वा हरेर्गृहं मण्डलं कुरुदे नित्यं या नारी केशवाग्रहतः सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन इति श्री पात्मे महापुराणे उत्तरखण्डे श्रीकृष्णसत्यभामासंवादे शालिग्राममाहात्म्यं नाम विंशत्यधिकशततमोऽध्यायः ओम्।